पद्मपुराणं खण्डं 5 पादालखण्डः अध्यायं 100 श्रीराजोवाच क्षीरोदजलतुल्याभिः शीतलामलदृष्टिभिः तद्याभिश्च विचित्राभिस्त्वया गीर्भिः प्रबोधितः असागरोद्धं पीयूषमद्रव्यं व्यसनौषधं त्वयाहं पायिदसौम्यभवरोगनिवारणं हर्षप्रदो नृणां पापहानिकृज्जीवनौषधं जरामृत्युहरो विप्र सद्धि किल समागमः यानि यानि दुरापानि वाञ्छितानि महीतले प्राप्यं ते तानि तान्येव साधूनामेव सङ्गमाद यस्नातः पापहरया साधुसङ्गमगङ्गया किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः निमज्ज्योन्मज्जतान्नृणां भवाब्धौ परमायनं सन्दोधर्मविदशान्ता नौर्दृढे वाप्सु मज्जतां यो मे भावः पुरा ह्यासीत् कामैकसुखलालसः दर्शनाद्वचनात्तेद्य विपरीतो भवद्विभो एकजन्म सुखस्यार्थे सहस्राणि विलोपयेत् प्राज्ञो जन्मसहस्राणि सञ्चिनोत्येकजन्मना आहा कामरसास्वाद सुखलालसचेतसा मया मूढेन न कृतं किञ्चिदात्महिदं द्विज अहो मे मनसो मोहो येनात्मा योषितां कृते पादितो व्यसने घोरे दुःखोदर्के दुरत्यये भगवन् परितुष्टोऽस्मि बोधितो वचनेन ते उपदेशप्रदानेन मामुद्धर्तुमिहार्हसि पुराचरितपुण्योऽहं भवदा बोधितोऽस्मि यत् त्वत्पादरजसा वापि विशेषादपि पावितः विधिं माधवमासस्य ब्रूहि मे वदतां वर सर्वपापक्षयकरो यस्त्वया परिकीर्तितः किं दानं तत्र किं स्नानं को देवो नियमास्तु के एतदाचक्ष्व विप्रर्षे दुरिदोत्तारणाय मे यम उवाच इत्येवमुक्तो भगवन् कश्यपः स दयानिधिः प्रोवाच वचनं विप्रधर्म्यं विश्वहिदं शुभं कश्यप उवाच पूर्वापरसमाधानक्षमबुद्ध्या च ते नृप पृष्ठं प्राज्ञेन वक्तव्यं नाथ मे पापमानसे पापप्रवृत्तस्य तथा दत्त्वा भूप शुभां मदिं विद्यादानफलं सम्यक् प्राप्यते नात्र संशयः नापृष्ठ कस्यचिद्ब्रूयान्न चान्यायेन पृच्छदः जानन्नपि हि मेधावी जडवल्लोकमाचरेद विदुषामपि शिष्याणां पुत्राणां च क्रियावतम् अपृष्ठमपि वक्तव्यं श्रेयश्रद्धावदां हितम् साम्प्रतं शुद्धहृदयो जातस्त्वं वचनान् मम पुराचरितपुण्येन केनापि च महीपते पापावस्थं शरीरं तद्गतं तव ममाश्रयाद श्रवणाद्धर्मशास्त्रस्य धर्मावस्थं तु ते भवद पापावस्थमधर्माख्यं धर्मज्ञानविवर्जितम् अपरं सद्व्रतं यद्धि विज्ञेयं तद्धि धार्मिकं धर्माधर्मोपभोगाय तत्तृतीयमदीन्द्रियम् तत्त्रिभेदं शरीरं हि धर्मविद्भिरिहोच्यते यावदाधर्मभोगश्च मुक्तिश्चैतत्त्रिभेदकं पापावस्थं शरीरं तत्पापसंज्ञं तदुच्यते इदानीं गुरुभक्तिं च कुर्वतश्च वचो मम शृण्वदो धर्मरूपं तु शरीरं ते व्यवस्थितं तेनैव शुद्धिरमला जादा धर्मक्रियोचिता दैवेन देहिनां नाम चेदांसि चरितानि च शरीराणि च पुष्यन्ति काले काले विपर्ययम् साम्प्रतं भवदश्चेदो नूनं धर्मे प्रवर्तते तेन त्वां कारयिष्यामि माधवस्नानमुत्तमं यम उवाच ततस्तु कारितस्तेन कश्यपेन पुरोधसा स नृपो माधवे मासिस्नानं दानं च पूजनम् यथा दृष्टं पुरा शास्त्रे वैशाखस्नानजं विधिं स मुनिः प्रत्युवाचासौ भूपाय च यथोदितम् श्राविदस्तोत्रसारं च पाठितो हरिमेधसः श्रुते यस्मिन्नधीते च स सम्यक् फलमाप्नुयात् सकारितस्तेन विशुद्धभावो राजापि चक्रे विधिवत्तदानीं श्रीमाधवे मासि विधानमीड्यं तदो यथा कर्णिदमादरेण प्रातस्नानं च पाद्यं च ह्यर्कं च हरिपूजनम् नैवेद्यं भक्तिभावेन चकारस नृपोत्तमः दानं यथा नियमपालनमादरेण वैशाखमादिविदधादिविधानमेवं यो भक्तितोऽन्वहमसौ प्रतिवर्षमेवम् कृत्वा प्रयादि हरिधाममहीसुराग्र्यः अधेतरेषु मासेषु कामिनी कुचके लिवान् भोकैकलालसो भूयो भवत्येवं यथा रुचि न धर्मनियमं राज्यकार्येषु न विचारणम् करोति कामवशको हि त्वमासं समाधवं मकदामपि विप्राग्र्य दुर्निवार्यो मनोभवः शरीरसहजो नूनमनादिर्वासनाक्रमः केशकज्जलशालिन्यो दुःस्पर्शा लोचनप्रियाः यस्मादग्निशिखा नार्यो दहन्ति तृणवन्नरं घोरशत्रुशरीरस्तः पुंसां कामो यथोचितं मोहधूममह्यपापो न केशामन्धकारितम् इति श्रीपद्मपुराणे पादालखण्डे वैशाखमासमाहात्म्ये शततमोऽध्यायः ॐ